सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्. जायमानविषयमस्ति तत्पुरुषसमासः, तस्मिन् सामान्यतत्पुरुषसमासः. अत्र तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति. सामान्यतत्पुरुषसमासः कर्मधारयः दिगु नञ् प्रभृतयः चेति. अग्रे एतेषां सूत्रसहितं विवरणं दृश्यामः. अस्मिन् करपत्रे सामान्यतत्पुरुषप्रस्तुतः अस्ति. अग्रिमेषु करपत्रेषु अन्यान् तत्पुरुषसमासान् पठिष्यामः. सामान्यतत्पुरुषसमासः. सामान्यतत्पुरुषसमासे विग्रहवाक्यावस्थायां पूर्वपदे प्रथमाविभक्त्यां विहाय अन्यविभक्तीनां प्रयोगः भवति. तदेव सामान्यतत्पुरुषस्य मुख्यतः विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तीनां प्रयोगः भवति. सामान्यतत्पुरुषस्य षट् प्रभेदाः सन्ति. द्वितीयतत्पुरुषसमासः, यथा कृष्णं श्रितः, तत्र कृष्णम् इति द्वितीयविभक्त्यामस्ति, श्रितः इति सुबन्तेन सह समस्यते इति कृत्वा द्वितीयतत्पुरुषसमासः इति नाम. द्वितीयमस्ति तृतीयतत्पुरुषसमासः, यथा गुडेन मिश्रः, तत्र पूर्वविग्रहावस्था पूर्वपदमस्ति गुडेन इति तृतीयविभक्त्यामस्ति, मिश्रः इति सुबन्तेन सह समस्यते. तत्कारणेन तत् तृतीयतत्पुरुषसमासः भवति. तदनन्तरं चतुर्थीतत्पुरुषसमासः, तदा यूपाय दारु, तत्र दारु इति सुबन्तपदं यूपाय इति चतुर्थ्या विभक्त्यां सुबन्तेन समस्यते इति कारणतः तस्य चतुर्थीतत्पुरुषसमासः भवति. तदनन्तरं पञ्चमी तत्पुरुष, यदा चोरभयं भयम् इति सुबन्धं सर्वदा पञ्चमी विभक्ति सुबन्धेन सह समस्यते इति कृत्वा चोराद् भयं वनाद् भयम् इति उदाहरणानि सन्ति. तत्र पञ्चमी विभक्त्यां सुबन्धेन सह भयम् इति सुबन्धं समस्यते, तत्र पञ्चमी तत्पुरुषसमासः भवति. तदनन्तरं भवति सप्तमी तत्पुरुषसमासः, यदा कर्मणि कुशलः, तत्र कर्मणि इति सप्तमी विभक्त्यां पदं, कुशलः इति सुबन्तेन सह समस्यते इति कृत्वा तस्य नाम अस्ति सप्तमी तत्पुरुषः. बाकि सर्वे षष्टितत्पुरुषसमासः इति सामान्य तत्पुरुषसमासः भवति. तस्य क्षेत्रं बहु विस्तृतमस्ति, यथा राज्ञः पुरुषः राज्यपुरुषः. सामान्यतत्पुरुषसमासे षष्टितत्पुरुषसमासस्य प्रामुख्यम् इति कारणेन अस्ति. यः तत्पुरुषसमासः एतेषु प्रभेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते. अष्टाध्याय्यां पाणिनिना प्रथमातत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथमातत्पुरुष इति व्यवहारः अपि दृश्यते. वस्तुतः लोके यः प्रथमातत्पुरुषसमासः इति व्यवह्रियते सः एव व्याकरणलोके एकदेशीसमासः इति नाम्ना जायते. अयम् एकदेशसमासः षष्टिसत्पुरुषसमासस्य एकम् अपवादमस्ति. यदा पूर्वकायः इति एकदेशीसमासः. उषा भगिनि, कर्मधारयसमासः. कर्मधारयसमासः तत्पुरुषसमासस्य द्वितीयः प्रभेदः कर्मधारयसमासः इति. कर्मधारयसमासे विशेषणविशेष्योः समासः भवति, विशेषणविशेष्योः समासः भवति. विशेषणपदस्य पूर्वप्रयोगः भवति सामान्यतया. विशेषणपदस्य पूर्वप्रयोगः भवति सामान्यतया. कर्मधारयसमासस्य नवप्रभेदाः सन्ति. विशेषणपूर्वपदकर्मधारयः, विशेषण उत्तरपदकर्मधारयः, विशेषण उभयपदकर्मधारयः, उपमानपूर्वपदकर्मधारयः, उपमान उत्तरपदकर्मधारयः, अवधारणपूर्वपदकर्मधारयः, सम्भावनापूर्वपदकर्मधारयः, मध्यमपदलोपकर्मधारयः, मयूरभ्यंसकादयः चेति. यः कोऽपि समासः एतेषु प्रभेदेषु अन्यतमः चेत् तस्य नाम कर्मधारयसमासः इति. कर्मधारयः इति संज्ञा दीयते तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रेण. तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रेण. अस्य विवरणम् अग्रिमे करपत्रे दीयते. कर्मधारयसमासः तत्पुरुषसमासस्य भेदः, तत्पुरुषसमासस्य द्वितीयभेदः कर्मधारयसमासः इति. कर्मधारयसमासे नवभेदाः सन्ति. विशेषणपूर्वपद, विशेषण उत्तरपद एण्ड् विशेषण उभयपद, उपमानपूर्वपद, उपमान उत्तरपद, सम्भावनापूर्वपद, सम्भावनापूर्वपद, मध्यमपदलोपकर्मधारयः, मयूरविंशकादयः. ओके, देन् तत्पुरुषः समानाधिकरणकरणः कर्मधारयः इति सूत्रेण कर्मधारयः इति संज्ञा दीयते. ओके, यः कोऽपि समासः एतेषु प्रभेदेषु अन्यतमः चेत् सो दिस् इट् इस् नाट् एनी आफ् दोस् नैन् ते तस्य नाम कर्मधारे समासः इति समो न इति कर्मधारे समासः न. तदेव मम मनसि भ्रम जातम्. ईवन् इन् द लास्ट् वन् आल्सो महोदय, ईवन् इन् द प्रीवियस् पेराग्राफ् आल्सो इट् वास् देर्. That was also, it said, यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते. इफ् इट् इस् अन्यतम, वै सामान्यतत्पुरुषसमासः? I didn't understand this sentence or that sentence. Na, nama na karmadare samasah, and I don't know. Na is missed. Ya tatpurusha samaha eteshu prapadeshu prapadeshu sanyatamaha. Saha samasa samanya tatpurusha samasa iti namna knyayate. Iti it is not any of these different things. Andra, if it is not any of these, it becomes karmadharaya samasa, but that karmadharaya samasa, that sanya tatpurushah samanadhikaranah karmadharaya iti sutrena karmadharaya samasa samanya karmadharaya iti agachati iti. भगिनि अर्थं तु अवगतं, किन्तु वाक्यस्पष्टीकरणं नास्ति वाक्यस्य. यत् य अत्र पश्यतु, यः कोऽपि समासः, यः कोऽपि समासः इत्युक्ते कोऽपि समासः एतेषु प्रभेदेषु अन्यतमः. एतेषु प्रभेदेषु अत्र यस्मिन् वाक्ये अस्य नवप्रभेद प्रभेदेषु अन्यतमः चेत् तस्य नाम्न कर्मधारया इति किं भवति? एतेषु नवतमे अस्ति, अन्तर्भूतः अस्ति चेदेव कर्मधारया भवति न? तद् प्रभेदेषु अन्यतम इत्युक्ते तत् न कर्मधारयः. That's what I would विहाय अस नवप्रभेद विहाय कोऽपि समासः अस्ति तत् कस्य कथं कर्मधारय भवति स्पष्टीकर् विल् चेक् वित् विद्या भगिनी somewhere that word na is missing or yeah even in the previous sentence yah kopi samasah eteshu prabedeshu I may not be in the class tomorrow, may make sure you ask Bhagini Maudya, okay? Yeah, I'll ask. I may not be in the class tomorrow. Okay. So we'll clarify this. Karmadare, di samnya diyade, tatpunse, utrashse. Pushpa Bhagini, dvigu samasa padatum? अस्तु महोदय तत्पुरुषसमासस्य तृतीयप्रभेदः दिगुसमासः इति दिगुसमासः कर्मधारयसमासस्य एव एकः प्रभेदः अस्ति तत्तु दीयते कर्मधारय एव प्रभेदः अस्ति कर्मधारयप्रभेदः एकः प्रभेदः विशेषवाचकः विशेषवाचकं पदं विशेषणवाचकं पदं सङ्ख्यावाचकं पदम् अस्ति चेत् तदा समासः द्विगु इति उच्यते द्विगुसमासस्य त्रयः प्रभेदाः सन्ति तद्धितार्थद्विगुः यथा षण्णां मातॄणाम् अपत्यं षण्मातुरः उत्तरपदद्विगुः यथा पञ्चगावः धनं यस्य सः पञ्चगवधनः समाहारद्विगु द्विगुश्चेति च इति यथा पञ्चाणां पत्राणां समाहारः पञ्चाणां पात्राणां समाहारः पञ्चपात्रं तत्तु समाहारः समूहः अस्ति द्विगुश्च इति सूत्रेण द्विगुसमासः अपि तत्पुरुषसंज्ञकः स्यात् द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम् अस्य विवरणम् अग्रिमे करपत्रे दीयते अस्तु अत्र तत्पुरुषसमासस्य तृतीयप्रभेदः द्विगुसमासः इति अत्र द्विगुसमासः कर्मधारयसमासस्य एकः प्रभेदः अपि अस्ति विशेषणवाचक पदं सङ्ख्यावाचकम् अस्ति चेत् तदा समासः द्विगु इति उच्यते तत्र सङ्ख्यावाचक एव द्विगुसमासः समासः अत्र त्रयः प्रवेणाः सन्ति ते तद्धितात् द्विगुसमासः तत्र शनानां मातॄणां अपत्यं तद् न सम्यक् न तद्धिता इति वदनेन किं अस्ति इति मया न सम्यक् तत् विनायकस्य अन्यनाम षट् माता कथम् आगच्छति इति तद्धितं तद्धितं कथम् आगच्छति अपत्यम् अस्ति षण्णानां मातॄणाम् अपत्यं तद्धिता दशरथस्य अपत्यं तकारः अस्ति अपत्यम् तथैव षण्मातुरः उत्तरपदद्विगुः तु अत्र पञ्चगावः धनं यस्य सः अत्र पञ्चगवधनः उत्तरपदं तत्तु धनः एव उत्तरपदम् इति उत्तर तत्र वि पञ्च इति सङ्ख्यावाचकसङ्ख्या पूर्वपदमस्ति किन्तु उत्तरपददिगु इति तस्य नाम्ना जायते परन्तु अत्र सर्वे अपि सङ्ख्या अस्ति पञ्चगवधना तद् विशेषणवाचकशब्दं सङ्ख्यापदं पूर्वम् अस्ति तत्र तस्य दिगु नाम नाम्ना जायते तत्तु उत्तरपदं पदं विवरणं करोति इति धनं यस्य सः पञ्चगावः धनं यस्य सः तत्तु भगिनी तत्र यस्य सः समासपदं किं प्रबोध्यते सः इति पदस्य विवरणमस्ति पञ्चगावधनम् न पञ्च न गावा न धनं द्योतयति किन्तु यस्य सः पञ्चगावधनम् अस्ति सः अत्र समाहारजिगुः अत्र अत्र पात्राणां पञ्चानां पात्राणां समाहारः पञ्चपात्रम् इति वदति अत्र तत्पुरुषसंज्ञकः स्यात् अत्र जिगुश्च सूत्रं कार्यं करोति इति अरुणा भगिनी नमस्ते महोदय क्षम्यतां विलम्बेन आगतवती नञ् प्रभृत्य प्रभृतयः तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ् प्रभृतयः इति नञ् प्रभृतीनां पञ्चप्रभेदाः सन्ति प्रथमं नञ् समासः द्वितीयं कुसमासः तृतीयं गतिसमासः चतुर्थं प्रातिसमासः पञ्चम उपपदसमासः च इति अत्र दत्तं नञ् प्रभृतयः तत्पुरुषस्य समासस्य चतुर्थप्रभेदः अस्ति तत्रापि पञ्चभेदाः प्रभेदाः सन्ति नञ्समासः कुसमासः गतिसमासः प्रातिसमासः उपपदसमासः च इति प्रथमं नञ्समासः नञ् इति किञ्चन अव्ययमस्ति तत् सुबन्तेन समासं प्राप्नोति नञ् इति सूत्रेण नञ् इत्यत्र नकारस्य इत्संज्ञा भवति न इति अवशिष्यते यथा न धर्मः अधर्मः अत्र प्रथमप्रभेदः नञ् प्रभृतयः प्रभेदः अस्ति नञ् समासः अत्र नञ् इति अव्ययं सुबन्तेन समुच्यते तत्र सूत्रमस्ति नञ् इति सूत्रेण तत् समाससंज्ञा भवति तदनन्तरं नञ् इत्यस्य नकारस इति संज्ञा भवति नकार एव अवशिष्यते ततः यथा न धर्मः अधर्मः तृतीयप्रभेदः कुसमासः गतसमासः प्रातिसमासः च एतान् त्रीन् प्रभेदान् मिलित्वा पठामः यतोहि अत्र विधायकं सूत्रम् एकमेव वर्तते कुगतिप्रादयः इत्यनेन कुगतिप्रादयः समर्थेन सुबन्तेन सह नित्यं समस्यन्ते तत्पुरुषश्च समासः भवति अत्र दत्तं कुसमासः गतसमासः प्रातिसमासः त्रीन् मिलित्वा पठामः एकसूत्रं द्वारा कुगतिप्रादयः इति सूत्रेण संज्ञा भवति कुसमासः गतिसमासः प्रातिसमासः इति कुसमास उदाहरणमस्ति कुशब्दः सुबन्तेन नित्यं समस्यते उदाहरणं कुत्सितः पुरुषः कुपुरुषः गतिसमास गतिसंज्ञायुक्तं पदं सुबन्तेन समस्यते उदाहरणमस्ति अशुक्लं शुक्लं कृत्वा शुक्लीकृत्य इति समस्तपदं प्रादिसमासः प्रादयः नित्यं शुभन्तेन समस्यते. उदाहरणमस्ति शोभनः पुरुषः सुपुरुषः. अत्र पञ्चम उपपदसमासः उपपदं सुबन्तं सुबन्तेन समस्यते यथा कुम्भं करोति इति कुम्भकारः. उपपदसमासे उपपदं सुबन्तं सुबन्तेन समस्यते. अत्र कुम्भं करोति ओ यः कुम्भं करोति इति यः कुम्भकारः. अस्मिन् करपत्रे एतेषु तत्पुरुषसमासेषु सामान्यतत्पुरुषसमासस्य विषये सूत्रसहितं विवरणं पठामः. अग्रे अन्येषां विषये सूत्रसहितं विवरणं पठिष्यामः. महोदय, तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः. प्रातिपदिकसंज्ञा, समासस्य विधान समासस्य विधानं भवति केनचित् तत्पुरुषसमाससम्बन्धसूत्रेण. तत्पश्चात् समासस्य प्रातिपदिकसंज्ञा विधीयते कृत् तद्धितसमासाश्च इति सूत्रेण. प्रातिपदिकसंज्ञानन्तरं पूर्व उत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते सुपोधातुप्रातिपदिकयोः इति सूत्रेण. यथा अव्ययीभावसमासे अस्माभिः प्रक्रिया अधीता तथैव तत्पुरुषसमासस्य विषये अपि चिन्तनीयं. वयं पठितवन्तः प्रातिपदिकसंज्ञा इति कृत् तद्धितसमासाश्च इति सूत्रेण विधीयते. यत् पदस्य अन्ते कृत् प्रत्ययः तद्धितप्रत्ययः समास प्रत्ययः विधीयते प्रातिपदिक तत् पदं प्रातिपदिकसंज्ञा भवति. प्रातिपदिकसंज्ञानन्तरं पूर्व उत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते सुपोधातुप्रातिपदिकयोः इति सूत्रेण. पूर्वनिपातः प्रथमानिर्दिष्टं समास उपसर्जनम् इति संज्ञासूत्रेण तत्पुरुषसमासविधायकसूत्रे यत् पदं प्रथमाविभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति. यस्य पदस्य उपसर्जनसंज्ञा भवति तत्पदं पूर्वं तिष्ठति उपसर्जनं पूर्वम् इति सूत्रेण. पूर्वनिपातः अपि वयं पठितवन्तः. प्रथमानिर्दिष्टं समास उपसर्जनम् इति संज्ञासूत्रेण समासविधायकसूत्रे यत्पदं प्रथमाविभक्तौ निर्दिष्टं तत्पदम् उपसर्जनसंज्ञा भवति. उपसर्जनसंज्ञा भवति चेत् तत्पदम् उपसर्जनं पूर्वम् इति पूर्वप्रयोगः भवति. तत्पुरुषसमासस्य लिङ्गं तत्पुरुषसमासे द्वन्द्वसमासे च उत्तरपदस्य यत् लिङ्गं तदेव लिङ्गं भवति समस्तपदस्य. तदर्थं सूत्रम् अस्ति परवलिङ्गं द्वन्द्वतत्पुरुषयोः इति. परवलिङ्गं द्वन्द्वतत्पुरुषयोः द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति. द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं यत् लिङ्गं तत् भवति. उत्तरपद सूत्रं परवत् लिङ्गं भवति कस्मिन् द्वन्द्वतत्पुरुषयोः इति सूत्रस्य अर्थमस्ति. परशब्दस्य परसुबन्धस्य लिङ्गं भवति सम्पूर्णसमासस्य. तदेव अव्ययीभावसमासस्य अपेक्षया व्यस्तता अस्ति. अत्र अव्ययीभावसमासे सर्वदा नपुंसकलिङ्गमेव दृष्टवन्तः, किन्तु अत्र पर द्वन्द्वपदत्पुरुषयोः उत्तरपदस्य लिङ्गं भवति पूर्णसमासस्य. तदेव तस्य पृथक्तता अस्ति. अग्रिं पठतु परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति. उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोः विधीयते. सनपुंसकम् इत्यनेन सूत्रेण समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरयोगद्वन्द्वस्य क्रियते ग्रहणम् अस्मिन् सूत्रे. सनपुंसकम् इत्यनेन सूत्रेण समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वात् इतरेतरयोगद्वन्द्वस्य क्रियते ग्रहणम् अस्मिन् सूत्रे. अस्मिन् सूत्रे पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः. सनपुंसकम् इत्यनेन समाहारद्वन्द्वे नपुंसकलिङ्गं विहितत्वात् इतरेतरयोगद्वन्द्वस्य क्रियते ग्रहणम् अस्मिन् सूत्रे. इतरेतरद्वन्द्वपदं किम् अस्ति? द्वन्द्वतत्पुरुषयोः द्वन्द्व अण्ड् तत्पुरुष द्वन्द्वतत्पुरुषः इति इतरेतरे द्वन्द्व अस्ति इति कृत्वा तस्मिन् ग्रहणम् अस्मिन् भवति परवल्लिङ्गम् इति केवलं द्वन्द्वतत्पुरुषयोः एव विधीयते. पूर्वपदं पूर्वसूत्रमस्ति नपुंसकं सा नपुंसकम् इति पूर्वसूत्रमस्ति कृत्वा द्वन्द्वसमाहारे समाहारद्वन्द्वे नपुंसकलिङ्गं विहितमस्ति पूर्वं तत् प्रबाद्य इतरेतरे द्वन्द्वपदं द्वन्द्वतत्पुरुष इति उपयुज्य परवलिङ्गं तस्य विशेषणं भवति कृत्वा अस्मिन् सूत्रे उत्तरपदस्य लिङ्गं भवति द्वन्द्वतत्पुरुषयोः इति. द्वन्द्व ऐ मीन् इतरेतरयोगद्वन्द्वस्य क्रियते ग्रहणम् अस्मिन् सूत्रे. ऐ एम् नाट् वेरि क्लियर् आन् देट्. इतरेतरद्वन्द्वसमासः अस्ति चेत् अत्र पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण लिङ्गं परलिङ्गं भवति. समाहारद्वन्द्वे अस्ति अत्र सनपुंसकम् इति सूत्रेण नपुंसकलिङ्गं संज्ञा भवति. द्वन्द्वश्च तत्पुरुषश्च द्वन्द्वतत्पुरुषौ तयोर्द्वन्द्वतत्पुरुषयोः तदेव इतरेतरद्वन्द्व इन् द सूत्र पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः वि आर् टेकिङ्ग् द्वन्द्वतत्पुरुषयोः अस् इतरेतरयोगद्वन्द्व. आम् ओके देन् ओके सारि महोदय ऐ हेड् टु स्विच् इङ्ग्लिश्. द्वन्द्वश्च तत्पुरुषश्च द्वन्द्वतत्पुरुषौ तयोर्द्वन्द्वतत्पुरुषयोः परवत् अव्ययं लिङ्गं प्रथमान्तं द्वन्द्वतत्पुरुषयोः षष्ट्यन्तं त्रिपदमितं सूत्रम् अनुवृत्तिसहितसूत्रं द्वन्द्वतत्पुरुषयोः परवत् लिङ्गम् ओके यथा आम्ब आं महोदय यथा सीतायाः पतिः सीतापतिः इति षष्ठी तत्पुरुषसमासः. अस्मिन् समासे उत्तरपदम् अस्ति पतिः इति. तस्य लिङ्गम् अस्ति पुल्लिङ्गम्. अतः समस्तपदस्य लिङ्गम् अपि पुल्लिङ्गम् एव भवति पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण. अनेन कारणेन सीतापतिः इति तत्पुरुषसमासः पुल्लिङ्गे सिद्ध्यति. उदाहरणम् अस्ति सीतायाः पतिः सीतापतिः. सीतापतिः इति षष्टितत्पुरुषसमासे उत्तरपदं पतिः अस्ति. उत्तरपदं तस्य लिङ्गं पुल्लिङ्गम्. पतिः इति पदस्य लिङ्गं पुल्लिङ्गम्. अतः समस्तपदस्य लिङ्गं पुल्लिङ्गम् एव. ओके ओके एवमेव इतरेतरयोगद्वन्द्वसमासे अपि समासस्य लिङ्गम् उत्तरपदम् आश्रित्य भवति. कुक्कुटश्च मयूरी च कुक्कुटमयूर्यौ. उत्तरपदं स्त्रीलिङ्गे इत्यतः समस्तपदम् अपि स्त्रीलिङ्गे भवति. कुक्कुटः अपि मयूरी मयूरी इति स्त्रीलिङ्गं भवति. नदी नदी नद्य ओ सो कुक्कुटमयूर्यौ इति समासः भवति. मयूरी इति स्त्रीलिङ्गं, तस्मात् समस्तपदस्य लिङ्गं स्त्रीलिङ्गं भवति. मयूरी च कुक्कुटश्च, मयूरी कुक्कुटौ इति अस्ति समस्तपदम्. उत्तरपदं पुल्लिङ्गे, कुक्कुटः इति पुल्लिङ्गम् उत्तरपदं. सो मयूरी कुक्कुटौ रामौ इति उत्तरपदं पुल्लिङ्गे, इत्यतः समस्तपदमपि पुल्लिङ्गे भवति. उदाहरणद्वयं किं स्पष्टीकरोति इति चेत्, कुक्कुट इति पुल्लिङ्गं, मयूरी इति स्त्रीलिङ्गं. स्त्रीलिङ्गम् इतरेतरद्वन्द्वं भवति द्वयोः, कुक्कुटः एवं मयूर इति मयूरस्य. यदि मयूरी इति स्त्रीलिङ्गपदम् उत्तरपदं भवति चेत् समस्तपदस्य स्त्रीलिङ्गं भवति. यदि इतरेतरद्वन्द्वसमासकर्तसमये कर्तुं समये यदि उत्तरपदं पुल्लिङ्गं भवति चेत् तत्र समस्तपदस्य पुल्लिङ्गत्वं सिद्ध्यति. समासान्तप्रत्ययाः समासप्रक्रियां कुत्रचित् समासान्तप्रत्ययः विधीयते इति जानीमः. समासान्ताः समासस्य अवयवाः सन्ति इत्यतः एव समासान्तानां योजनानन्तरं सम्पूर्णस्य समस्तपदस्य प्रातिपदिकसंज्ञा भवति. यद्यपि एतानि कार्याणि समस्तपदस्य निर्माणे भवन्ति, तथापि प्रक्रिया तु तद्धितप्रक्रियाम् आश्रित्य एव भवति. नाम तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि भवन्ति तद्धितप्रक्रियायां, तानि समासप्रक्रियायाम् अपि प्रसक्तानि भवन्ति, यतोहि समासान्ताः तद्धिताधिकारे सन्ति. अत एव पाणिनिना एते समासान्तप्रत्ययाः तद्धिताधिकारे स्थापिताः. समासप्रक्रियायां समासान्तप्रत्ययः विधीयते इति जानीमः. समासान्तप्रत्ययाः तद्धितप्रकरणे अस्ति पाणिनिना स्थापितं. तद्धिताधिकारे अस्ति, तस्मात् तद्धितप्रकरणे यानि सूत्राणि प्रसक्तानि तद्धितप्रक्रियां, तानि सूत्राणि समासप्रक्रियामपि प्रसक्तानि भवन्ति. ओके, देन् वाट् एल्स् इस् दट्? दट्स् इट्. ओके, तत्र तद्धितप्रक्रियायां प्रातिपदिकस्य आवश्यकता अस्ति. प्रातिपदिकस्य योजनेन तद्धितप्रत्ययां योजयित्वा तद्धितान्तपदं निष्पन्नं भवति. अत्र समासान्तप्रत्ययाम् अपि यदि इतरेतरद्वन्द्वोः किमपि समासप्रातिपदिकसंज्ञा भूत्वा तिष्ठति, तस्य तद्धितप्रत्ययां योजनेन पदं सिद्ध्यति. तत्र प्रक्रिया समानमेव. समासप्रातिपदिकम् अस्ति चेत् एव अपि, नो चेत् सामान्यप्रातिपदिकम् अस्ति चेदेव तद्धितप्रत्ययान्तं योजयित्वा पदं निष्पद्यते. तत्कारणेन पाणिनिना समासान्तप्रत्ययाम् एवं तद्धितान्तप्रत्ययां प्रक्रिया समानमस्ति कृत्वा तद्धितप्रत्ययान्ते स्थापितमस्ति. तद्धिताधिकारे समासान्तप्रत्ययाः स्थापिताः. ओके, ओके. तद्धिताः अधिकारसूत्रम् इदम्. अस्य सूत्रस्य अधिकारः अस्ति 4176 इति सूत्रात् आरभ्य पञ्चमा अध्यायस्य अन्तपर्यन्तं, नाम 5416 इति पर्यन्तं. 170 4176 चतुर्थ अध्याये प्रथमपादे पञ्च 76 षट्सप्ततितम सूत्रात् आरभ्य पञ्चम अध्यायस्य अन्तपर्यन्तं, नाम पञ्चम अध्याये चतुर्थपादे षट् अधिक षष्टि अधिकतम सप्त अधिक सप्तति अधिकतम शत सूत्रतम एकशतसूत्रम् इति पर्यन्तं, सारी महोदय, ऐ वाण्टेड् टु ट्रै. अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्वे तद्धितसंज्ञकाः भवन्ति. सूत्रं स्वयं सम्पूर्णं, तद्धिताः इति अधिकारसूत्रं 4176 to 5416 170. ओके. ये प्रत्ययाः अस्मिन् अधिकारे ये प्रत्ययाः विधीयन्ते ते सर्व तद्धितसंज्ञकाः भवन्ति. ओके. समासान्ताः एतत् अधिकारसूत्रम् अस्ति. ओके. 5468 पञ्चम अध्याय चतुर्थपाद अष्टषष्टितमं सूत्रम्. ओके. एतत् अधिकारसूत्रम् अस्ति. अस्मात् सूत्रात् आरभ्य पञ्चम अध्यायस्य अन्तपर्यन्तं ये तद्धितप्रत्ययाः पाठिताः ते समासप्रक्रियायां विधीयन्ते. ओके. अर्थात् समासान्तस्य अधिकारः 5468 इत्यस्मात् सूत्रात् आरभ्य 54160 इति सूत्रपर्यन्तम्. समासान्तस्य अधिकारः. एते समासान्तप्रत्ययाः प्रातिपदिकात् विधीयन्ते यतोहि ज्ञाप् प्रातिपदिकात् इति सूत्रस्य अधिकारः अस्ति चतुर्थ अध्यायात् आरभ्य पञ्चम अध्यायस्य अन्तपर्यन्तम्. ओके. ऐ डिन्ट् गेट् दट्. समासान्ताः इति अधिकारसूत्रम्. ओके. अण्ड् देन् अर्थात् समासान्तस्य अधिकारः तद्धिता अधिकारम् अस्ति चतुर्थपादस्य चतुर्थाध्यायस्य प्रथमपादस्य षष्ठ सप्त सूत्रात् आरभ्य पञ्चम अध्यायपर्यन्तम् अस्ति, रैट्? किन्तु तस्मिन् चतुर्थाध्याय चतुर्थपादे केवलं किञ्चित् सूत्राणि एव समासान्ताः इति अधिकारसूत्रे अस्ति. यत् तद्धिताः इति बहु बृहत् अस्ति. You can see from 4167 onwards to 5470, all the way, all these are about 450 sutra pratyayas are there, tadhita pratyayas. Out of that, only from 68 to 160, no, 170, okay, only the last 60 sutras are so for... समासान्तः तद्धितान्त अन्तर्भूतः. धन्यवादः महोदय. विजया भगिनि पठतु. अत्र तत्पुरुषसमासस्य प्रसङ्गे अस्तु तत्पुरुषसमासस्य प्रसङ्गे एते समासान्ताः विधीयन्ते. अत्र सारांशरूपेण विवरणं दीयते. अग्रे एतेषाम् अध्ययनं भविष्यति. सूत्र क्रमाङ्कः सूत्रम्, अनन्तरं समासान्तप्रत्ययः, समासप्रकरः. अत्र 5468 समासान्ताः, समासान्त अधिकारसूत्रम्, अनन्तरं एतत् पञ्चमाध्याये चतुर्थपादे षड् अशीतिः इति सूत्रमस्ति. तत् तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः इति तत्र अच् तत्पुरुषसमासः संख्या अव्ययादेः इति तत्र समासान्तप्रत्ययः किमपि अक्षिते अस्ति. समासप्रकारः अत्र तत्पुरुषसमासान्तप्रत्ययः अस्ति. अनन्तरं 5487 मध्ये अगस्त् सर्वैकदेशसङ्ख्यात् सङ्ख्यात् पुण्यात् रात्रेः इति तत्र अपि अच् समासान्तप्रत्ययः अस्ति, तत्पुरुषसमासान्तप्रत्ययः. 5488 अहनो अहन् एतेभ्यः प्रकृत्यादेशः तत्पुरुषसमासान्तप्रत्ययः. अनन्तरं 5488 न सङ्ख्यादेहे समाहारे प्रकृत्यादेशनिषेधः अत्र, एतदपि तत्पुरुषसमासान्तप्रत्ययः अस्ति. 5490 उत्तमैकाभ्यां च प्रकृति आदेशनिषेधः, तदपि तत्पुरुषसमासान्तप्रत्ययः अस्ति. 5491 राजा अहस् सखिभ्यश्च इति टच् प्रत्ययमस्ति, तत्पुरुषसमासान्तप्रत्ययः. एतदपि 5492 घोरसद्दित लुकि टच् प्रत्ययं तत्र अपि, तत्पुरुषसमासान्तप्रत्ययः. 5493 अग्राख्यायाम् उरसः इति, एतत् अपि तत्र टच् प्रत्ययं, तदपि तत्पुरुषसमासान्तप्रत्ययः. अनन्तरं 5494 अनुष्माय सरसां जातिसंज्ञयोः, एतदपि टच् प्रत्ययमस्ति, तत्पुरुषसमासान्तप्रत्ययः. अनन्तरं 5496 अतेः शुनः 95 अस्ति ग्रामकौटिभ्यां च. 5495 ग्रामकौटाभ्यां च अक्षणः इति टच् प्रत्ययमस्ति, तत्पुरुषसमासान्तप्रत्ययः. 5496 अतेः शुणः, एतदपि टच् प्रत्ययं, तत्पुरुषसमासान्तप्रत्ययः. 5497 उपमानादप्राणिषु एतदपि टच् प्रत्ययं, तत्पुरुषसमासान्तप्रत्ययः. 5498 उत्तरमृगपूर्वाच सक्तनः टच् प्रत्ययम्, एतदपि तत्पुरुषसमासान्तप्रत्ययः. 5499 नावो दिगोः इति टच् प्रत्ययमस्ति, तत्पुरुषसमासान्तप्रत्ययः. 5400 अर्धाच एतदपि टच् प्रत्ययं, तत्पुरुषसमासान्तप्रत्ययः. अनन्तरं 5401 कार्याः प्राचां टच् प्रत्ययं, तत्पुरुषसमासान्तप्रत्ययः. 5402 द्वित्रिभ्याम् अञ्चलेः टच् प्रत्ययं, तत्पुरुषसमासान्तप्रत्ययः. 5403 अनसन्तान् नपुंसकाच्छन्दसि टच् प्रत्ययं, तत्पुरुषसमासान्तप्रत्ययः. 5404 ब्रह्मणो जानपदाख्यायाम् एतदपि टच् प्रत्ययं, तत्पुरुषसमासान्तप्रत्ययः. 5405 कुमदहद्यामनीयतरस्याम् एतदपि टच् प्रत्ययं, तत्पुरुषसमासान्तप्रत्ययः अस्ति. अग्रे पठामि वा? अग्रे पठतु. अस्तु, तत्पुरुषसमासान्तप्रत्ययसम्बन्धसूत्राणां सारांशः दीयते अधः. ए बिन्दुः तत्पुरुषस्याङ्गुलेः सख्याव्ययादेः, एतत् तत्पुरुषसमासे पूर्वपदं सङ्ख्यावाचकशब्दः उत अव्ययवाचकः शब्दः अस्ति. उत्तरपदं च अङ्गुलि इति शब्दः विद्यते, तस्मात् अच् इति समासान्तप्रत्ययः विद्यते. यथा द्वे अङ्गुलि प्रमाणम् अस्य द्वय्यङ्गुलम् इति अत्र अन्तिमरूपं निष्पन्नमत्र. एतदपि टच् प्रत्ययेन सङ्ख्यावाचकशब्दः, प्रथमं सङ्ख्यावाचकशब्दम्, अन्ते उत्तरपदमस्ति अङ्गुलि इति. एतत् मिलित्वा तत्र द्वय्यङ्गुलम् इति अस्ति. धन्यवादः भगिनि. धन्यवादः. रोहिणी भगिनि. महोदय पठति अह सर्वैकदेश्य सङ्ख्यात पुण्याश्च रात्रे. अह सर्वैकदेश्य सङ्ख्यात पुण्याश्च रात्रेः. तत्पुरुषसमासस्य पूर्वपदम् अहं सर्वा सङ्ख्याता तथा पुण्य एतेषु कश्चन शब्दः एकदेशवाचकः शब्दः सङ्ख्यावाचकशब्दः अथवा अव्ययवाचकशब्दः अस्ति. तथा च उत्तरपदं रात्रि इति शब्दः अस्ति, तस्मात् अच् इति समासान्तप्रत्ययः भवति. यदा अहश्चरात्रिश्च एतयोः समाहयः अहोरात्रः, सर्वरात्रः, पुण्यरात्रः, पूर्वरात्रः इत्यादीनि उदाहरणानि. अह सर्व आदीनि शब्दानि पूर्वपदम्, अपि च रात्रि इति पदम् उत्तरपदम् अस्ति चेत् अत्र तत्पुरुषसमासः भवति. अहोरात्रः, सर्वरात्रः, पुण्यरात्रः एतादीनि उदाहरणानि दत्तम्. अन्नो न एतेभ्यः, यस्मिन् समस्तपदे सर्वशब्दः, सङ्ख्यातशब्दः, एकदेशवाचकशब्दः उत अव्ययवाचकशब्दः पूर्वपदरूपेण विद्यते, तथा च अहं शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः प्राप्ते अहं शब्दस्य अहन आदेशः भवति. यदा सर्वाह्नः, पूर्वाह्नः, अह्नः. अत्र पुण्यरात्रः, सर्वरात्रः समीचीनमेव, पूर्वरात्रः अपि अस्ति, परन्तु पुण्यरात्रः इत्युक्ते किं जि? एतत् याकयन्यविषयं ददति वा? किं किं पुण्यरात्रः? द्वितीयबिन्दुः, द्वितीयबिन्दुः अन्तिम अन्तिमस्थाने. अहोरात्रः, सर्वरात्रः, पुण्यरात्रः, पूर्वरात्रः. पुण्य इति सुबन्धं रात्रि पुण्य सूत्रे त्रीणि पदानि दत्तमस्ति. अहन् सर्व सङ्ख्यातः तदा पुण्य चत्वारि पदानि दत्तमस्ति. तत्र पुण्य अपि रात्रिशब्दकवाचेन समस्यते चेत्, उत्तरपदं रात्रि अस्ति चेत्, एकदेशशब्दः अस्ति चेत् पुण्यरात्रः इति भवति. अत्र शब्देन रात्रिशब्दस्य इकारस्य लोपः भवति, रात्रा भवति इति मन्ये. व्याकरणविषये न पृच्छामि. पुण्यरात्रः इत्युक्ते किम् इति? यागयज्ञं कृतं समये एतत् रात्रिः पुण्यरात्रिः वा? न जानामि भगिनि, किन्तु कोऽपि रात्रि पुण्य इति मन्यते चेत् किं नाम भवति, किं नाम्ना जायते? एतत् पुण्यरात्रिः एव. आं, तदेव. धन्यवादः. पठतु भगिनि. न सङ्ख्यादेः समाहारे तदेव तत्र सूत्रमस्ति, सूत्रस्य विवरणं दत्तमस्ति. इति समाप्तं नास्ति इति चिन्तयामि. यस्मिन् समस्तपदे सर्वशब्दः, सङ्ख्यातशब्दः, एकदेशवाचकशब्दः उत अव्ययवाचकशब्दः पूर्वपदरूपेण विद्यते, तथा च अहं शब्दः उत्तरपदरूपेण विद्यते, तस्मात् तच् इति समासान्तप्रत्ययः प्राप्ते अहं शब्दस्य अह्न आदेशः भवति यदा सर्वाह्नः पूर्वाह्नः तत्र नकारस्य णत्वं भवति तच् प्रत्ययः अपि भवति नकारं किं केन कारणेन भवति अह्नः अहन् इत्यस्य अह्न आदेशः भवति सर्व इत्यस्य रेभः अस्ति पूर्व इत्यस्य अपि रेभः अस्ति रेभनिमित्तं दशानां न समानपदे सूत्रेण नकारस्य णत्वं भवति इति चिन्तयामि प्रातिपदिकान्तुनं विभक्तिषु च सूत्रं कार्यं करोति अत्र तत्कारणात् नकारः पूर्वे आगच्छति प्रातिपदिकान्तनुं विभक्तिषु च इति सूत्रमस्ति पूर्वं पठितमस्ति न अभिभावसमाससमये तस्य पूर्वपदस्य रेफस्य कारणेन उत्तरपदस्य नकारस्य नकारं भवति व्यवधा अगर् अट्कुप्वायुं व्यवाये अपि इति सूत्रेण अग्रे पठामि अग्रे पठतु अत्र आकारः अपि अस्ति न तथैव तत्कारणात् आम् न सङ्ख्यादेव समाहारे समाहारद्विगोः विषये अहं शब्दस्य अह्न इति आदेशः न भवति द्वयोः अह्नोः समाहारः द्व्याहः अत्र अपवादसूत्रं भवति अहं शब्दस्य अह्न इति आदेशः न भवति इति उक्तं द्वयोः अह्नोः समाहारः द्व्याहः इति एव अत्रापि समासान्तप्रत्ययः टच् भवति महोदय आम् आम् आम् पूर्वे कोष्ठे दृष्टमस्ति न पश्यतु आं महोदय अस्मिन् कोष्ठे दृष्टमस्ति न सङ्ख्यादेशसमारोहे प्रकृत्यादेशनिषिध्यति प्रकृत्यादेशनिषिध्यते इति टच् टच् इति टच् राह राचसकाभ्यांश टच् इति तत्र आरभ्य अत्र प्रथमपञ्चमसूत्र अच् इति भवति अच् इति समासान्तप्रत्ययः भवति किन्तु इतर इतर सूत्रं सम्पूर्णं न जानामि पश्यतामेवं वदामि न सङ्ख्यादेः एकं निमिषम् भवति इति चिन्तयामि अत्र पुल्लिङ्ग अस्ति सूत्रमस्ति 5489 5489 the sutram what does it say is na sankhyadehe samahare samahara tatpurusha samasasya visaye ahan shabdasya ahna iti adesha na bhavati iti tatraiva dattamanti tat iti टच् एव विधीयते भगिनि द्वियोगः अहन् योगः टच् तद्विधप्रत्ययः भवति प्रक्रिया नास्ति भगिनि केवलं परिचयार्थं सूत्रं दत्तमस्ति प्रक्रियां तु पूर्वं अग्रिम करपत्रे दत्तमस्ति अत्र केवलं परिचयं कर्तुम् इच्छिता एव भवति सूत्राणां समाहारं दत्तमस्ति अत्र केवलम् उदाहरणं पठित्वा वदतु भगिनि उत्तमेकाभ्यां च पुण्यशब्दस्य विषये तथा च एकशब्दस्य विषये अहन् शब्दस्य अह्न आदेशः न भवति यदा पुण्याः एकाः तत्रापि अहन् शब्दस्य अह्न आदेशः न भवति तत्रापि तस्य तच्चैव क्षम्यतां सरलापि अस्ति वा महोदय अस्ति अस्ति भगिनि क्षम्यतां महोदय उत्तम एकाभ्याभ्यां महोदय राजा सखिभ्यश्च यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण राजन् अहन् उत सखि एतेषु कश्चन शब्दः विधीयते तस्मात् ठच् इति समासान्तप्रत्ययः भवति उदाहरणं महाराजः सूत्रं सरलमस्ति तत्पुरुषसमासे उत्तरपदं राजन् अहन् सखि इति चेत् ठच् प्रत्ययः विधीयते अनन्तरं घोरतद्धितलुकि तत्पुरुषसमासे गो इति शब्दः उत्तरपदरूपेण विद्यते तथा च यत्र तद्धितप्रत्यय लुक् न भवति तत्र टच् इति समासान्तप्रत्यय विधीयते उदाहरणं परमगवः गोशब्दः उत्तरपदे अस्ति गोः आचत्तिदे लुकि गोः इति कारणत्वात् लुक् लुकि न भवति लुक् न भवति अतद्दिदे इति नैतत्पुरुषसमासपदम् इति कृत्वा गोः अतद्दिदे लुकि पठतु भगिनि अग्र अख्यायां उरसः तत्पुरुषसमासस्य उत्तरपदरूपेण अग्रः अस्मिन् अर्थे उरस् शब्दः विधीयते चेत् तस्मात् टच् इति समासान्तप्रत्यय भवति उदाहरणमस्ति अश्वानाम् उरः अश्वोरसं सोरसम् अनु अस्मायः सरसां जातिसंज्ञयोः यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण अनस् अश्मन् अयस् तथा सरस् एतेषु कश्चन शब्दः विधीयते तस्मात् जातौ तथा संज्ञायां गम्यमानायां टच् इति समासान्तप्रत्ययः भवति उदाहरणमस्ति महान् च असौ अनः च महानसः तत्र अनः अस्ति न महान् अनः महान् अनस् महानस महानस इत्युक्ते किं प्रथमविभक्ति अनस् अनः अस्ति तत्र टच् विधीयते महान् योगः अनस् तत्र टच् विद्यते महानस् न तत्र प्रक्रियां न दत्तमस्ति महानस इत्युक्ते किचन् किचन् पेलस् पेलस् बिग् बिग् किच् महान् अनस् इति धन्यवादः भगिनि उषा भगिनि महोदय ग्रामकौटाभ्यां च तक्ष्णः यस्मिन् तत्पुरुषसमासे पूर्वपदं ग्राम तथा कौट एतयोः किञ्चन अस्ति तथा च उत्तरपदं तक्षन् इति शब्दः अस्ति तस्मात् टच् इति समासान्तप्रत्ययः भवति यथा ग्रामस्य तक्षः ग्रामतक्षः ओके ग्रामः इति पूर्वपदं कौटः आल्सो पूर्वपदं उत्तरपदं तक्षन् देन् ग्रामस्य तक्षः ग्रामतक्षः अतेः शुनः यस्मिन् तत्पुरुषसमासे पूर्वपदम् अति तथा उत्तरपदं श्वन् इति अस्ति तस्मात् टच् इति समासान्तप्रत्ययः भवति यथा अतिक्रान्तः श्वानम् अतिश्वः अति इति पूर्वपदम् अति अतिक्रान्तः अति भवति उत्तरपदं श्वन् इति अस्ति सो अतिक्रान्तः श्वानम् अतिश्वः उपमा पाणिनि केवलम् एकं पदं किल इति सूत्रं दत्तमस्ति जस्ट् फार् वन् वर्ड् अति एकं स्वन् अतिश्व अत्र अतिक्रान्तः श्वानं सः अतिश्वः इति वराहः सूचयति खलु जि अहं न जानामि भगिनि अत्र अहं न जानामि अहमपि न जानामि एतत् अष्टाध्यायी मध्ये अस्ति श्वानं सः अतिश्च अतिश्वः इति वराहः सूचयति अत्र अतियोगः स्वन् योगः टच् अतियोगः स्वयोगः न सत्यते इति सूत्रेण ति लोपः भवति अतिश्च इति भवति अत्र अतिश्च अतिक्रान्तः स्वानं सः अतिच्च इति वरहः सूचयति अतिक्रान्तः स्वानं सः अतिश्चः अतिष्ठः इति अन्तिमरूपं निष्पन्नम् एतत् वराहः इति पदं सूचयति वरः इति तत्रैव अस्ति खलु इति अतेः शृणः इति 5496 सूत्रमध्ये अष्टाध्यायी डाट् काम् मध्ये एतत् अस्ति खलु अते शृणः अतिश्वः इति वरः यस्मिन् तत्पुरुषसमासे पूर्वपदम् अति तदा उत्तरपदं श्वन् अस्ति इति तस्मात् तत् प्रत्ययं विधीयते यस्मिन् तत्पुरुषसमासे पूर्वपदम् उत्तरम् इति तस्मात् प्रत्ययं विधीयते डाग् इन् सर्टन् क्वालिटीस् एक्साम्पल् स्पीड् आफ् रन्निङ्ग् अतिक्रान्तश्वानं मीन्स् वरः केन् रन् फास्टर् देन् ए डाग् That is it. Surpasses a dog in certain quality. Example, speed of running. Okay. धन्यवादः अत्र अति स्वि इति पदम् अस्ति चेत् तत्र अजा इति गोट् अस्ति खलु बहवः पदानि अस्ति सूत्रं अर्थः अपि बहवः अस्ति अस्ति चेत् धन्यवादः उपमान अध प्राणिषु उपमानवाचि प्रयुक्तः श्वन् शब्दः यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण प्रयुज्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति परन्तु समस्तपदेन प्राणिनः निर्देशः क्रियते चेत् अयं प्रत्ययः न विधीयते यथा आर्कषः श्वा टच् ओके धन्यवादः भगिनि धन्यवादः महोदय पुष्पा भगिनि अत्र सरला भगिनी अस्ति महोदय नाम सरला भगिनी पठितुमिच्छति वा अस्तु महोदय उत्तरमृगपूर्वाच स्वत्थिनः पञ्चमाध्यासे चतुर्थपादे अष्टनवतितमं सूत्रं तत्पुरुषसमासे पूर्वपदम् उत्तरमृगपूर्वम् एतेषु किञ्चन उपमानवाचकशब्दः अस्ति तथा च उत्तरपदं स्वत्थिनशब्दः अस्ति तस्मात् टच् इति समास अन्तप्रत्ययः भवति यथा उत्तरं शक्ति लेग् उत्तरसक्थं तु यदि पूर्वपदम् उत्तर वा मृग वा पूर्व भवति एतेषु किञ्चन शब्दः भवति उपमानवाचकशब्दः अस्ति, तथा च उत्तरपदं सक्तिन् भवति तत्र आगच्छति एतत् सूत्रस्य प्रक्रिया भवति, तस्मिन् उत्तरं सक्ति इति उत्तरसक्तम् इति भवति. अग्रे पठामि नावो द्विगोः नवनवति सूत्रं, यस्मिन् द्विगुसमासे नौ शब्दः उत्तरपदरूपेण विद्यते तस्मात् तच् इति समासान्तप्रत्ययः भवति, परन्तु द्विगुसमासस्य निमित्ताभूतस्य तदुत्तरप्रत्ययस्य यदि लुक् भवति तर्हि अयं तच् प्रत्ययः न भवति, यथा पञ्चानां नवां समाहार पञ्चानाव. सो यत्र द्विगुसमासे वयं जानीमः संख्यावाचकपूर्वं भवति, नौ शब्द उत्तरपदरूपेण विद्यते तस्मात् तच् इति समासान्तप्रत्ययः भवति, परन्तु यदि द्विगुसमासे निमित्तभूत तदुत्तरपदस्य यदि लुक् भवति तर्हि अयं तच् प्रत्ययः न भवति. सो अति द्विगुसमासः अपि भवति किन्तु तच् प्रत्यय तदुत्तरप्रत्ययः अस्ति तत्र टच् प्रत्ययस्य विधानं न भवति, यत् तदुत्तरप्रत्ययस्य लुक् भवति या रूप भवति, यथा पञ्चानां नवां समाहार पञ्चनाभः इति आगच्छति तत्र, तत्र टच् पद विधानं नास्ति अस्मिन्. एकदेशे विधानं भवति किन्तु अन्यदेशे तस्य निषिद्धं भवति. कुत्र विधीयते कुत्र न विधीयते? अस्तु, यत्र तद् तदितप्रत्यय लुक् अस्ति तत्र न विधीयते, यत्र इति अस्ति तत्रापि रूपाणि सन्ति, एक तदितरूपाणि रूपम् अस्ति यथा वयं दृष्टवन्तः त्रयः भिन्ना द्विगसमासः एकदित द्विगसमासः अपि अस्ति, द्वितीय विश्रमति तदित द्विगसमासे अहम् अत्र लिखितमस्ति तत्र तच् प्रत्ययस्य न विधानम् अस्ति यत् तदित अस्ति साधु इति अर्थं भवति. द्विगुसमासः भवति उभयत्र, एकस्मिन् पक्षे नौ इति पदस्य उभयत्र पूर्वपदं संख्यावाचकशब्दमस्ति कृत्वा द्विगुसमासं भवति, किन्तु कस्मिन् प्रदेशे उत्तरपदस्य लुक् न भवति, उत्तरपदस्य प्रत्ययस्य लुक् न भवति तत्र टच् न विधितुं शक्यते. तद्धितप्रत्यये टच् न विधीयते, किन्तु यत्र उत्तरपदस्य लुक् भवति नौ अस्ति तत्र टच् प्रत्ययं विधीयते. अग्रिम अर्धाच अर्धाच यस्मिन् तत्पुरुषसमासे अर्धशब्द पूर्वपदरूपेण विद्यते तथा च नौ शब्द उत्तरपदरूपेण विद्यते तस्मात् तच् इति समासान्तप्रत्ययः भवति, यथा अर्धनाव अर्धनाव. सो अत्रापि उत्तरपदं नौ भवति, पूर्वपदम् अर्ध भवति, तत्र अर्धनाव इति टच् विधानं भूत्वा अर्धनाव भवति इति. धन्यवादः. स्मरण नौ यदि अस्ति तत्र कानि नियमानि सन्ति इति स्मर्तव्यम्. एतदपि एक पदस्य एव पूर्वस्मिन् सूत्रे एवम् अस्मिन् सूत्रे अपि नौ इति उत्तरपदमस्ति. पूर्वस्पदे पूर्वसूत्रे द्विगुसमासं भवति, अत्र द्विगुसमासं नास्ति. पुष्पा भगिनी पठितुम् इच्छति वा? तत्पूर्वं कार्याः प्राचां तत्तु 101 यस्मिन् तत्पुरुषसमासे कारि शब्दः उत्तरपदरूपेण विद्यते तथा च अर्धशब्द पूर्वपदरूपेण विद्यते उत द्विगुसमासविधानं भवति. अत्र द्विगुसमासस्य क्वाण्टिटि अस्ति कार्य इति वदनेन अमौण्ट् द्विगुसमासविधानं भवति. तत्र टच् इति समासान्तप्रत्ययः भवति यथा अर्धं कार्यः अर्धं कार्याः तत्र अर्धकारः अस्तु. तदपि कारी एतत् शब्दः तत्पुरुषसमासे आगच्छति परन्तु अत्र क्वाण्टिटि दट् कृतं किं वदामि द्विगुसमासस्य विधानं संख्या नास्ति तत्र परन्तु संख्या अस्ति अर्धसंख्या अर्धसंख्या अस्ति अस्तु अस्तु. द्वित्रिभ्यां अञ्जलेः यस्मिन् द्विगुसमासे पूर्वपदं द्वि उत त्रि एतयोः कश्चन किञ्चन अस्ति तथा च उत्तरपदम् अञ्जलि इति शब्दः अस्ति तस्मात् प्राचाम् आचार्याणां मतेन आचार्याणां मतेन टच् इति समासान्तप्रत्ययः भवति परन्तु प्रक्रियायां द्विगुनिमित्तकस्य तद्धितप्रत्ययस्य लुक् भवति चेत् टच् प्रत्ययः न विधीयते यथा द्वयोः अञ्जल्योः समाहारः द्वयञ्जलः अस्तु. अत्र द्वि अथवा त्रि इति अस्ति चेत् उत्तरपदम् अस्ति चेत् उत्तरपदम् अञ्जलि इति शब्दः अस्ति चेत् अत्र प्राचाम् आचार्याणां मतेन टच् इति समासान्तप्रत्ययः भवति परन्तु तत्र तद्धित प्रत्ययस्य लुप् भवति इति आगच्छति द्विगुसमासनिमित्तकस्य प्रक्रियायां तथैव टच् प्रत्ययः न विधीयते. अत्र द्वयञ्जलः द्वयोः अञ्जल्योः समाहारः इति वदनेन द्वयञ्जलः इति आगच्छति. अग्रे अपि पठामि. अनसन्तान्नपुंसकाच्छन्दसि यस्य तत्पुरुषसमासस्य उत्तरपदस्य अन्ते अन् तथा आसन् इति विद्यते तस्मात् नपुंसकरूपस्य निर्माणे वेदेषु टच् इति समासान्तप्रत्ययः भवति. अत्र तदन्तु अन् अथवा असन् असन् इति विद्यते चेत् नपुंसकरूपस्य निर्माणे विदेश टच् आगच्छति इति समासान्तप्रत्ययः भवति इति. धन्यवादः भगिनि. धन्यवादः रोहिणी भगिनि. महोदय मया म्यूट् करोतु. रोहिणी भगिनी न श्रुतं मया. पठतु, पठतु. ब्राह्मणो, ब्राह्मणो जानपदाख्यायां यस्मिन् तत्पुरुषसमासे ब्रह्मन् शब्दः उत्तरपदरूपेण विद्यते तथा च येन समस्तपदेन ब्रह्मणजनपदेन सह सम्बन्धः निर्दिश्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति. यथा सुराष्ट्रे ब्रह्मा, सुराष्ट्रब्रह्म. ब्रह्मशब्द उत्तरपदरूपेण विद्यते तथा च जनपदेन सह सम्बन्धः निर्दिश्यते चेत् टच् प्रत्ययः समासान्तप्रत्ययः भवति. अत्र ब्रह्मा इति दीर्घ अकारान्तस्य ह्रस्वत्वं भवति टच् विधानानन्तरं. कुमः, अन्यतरस्य यस्मिन् तत्पुरुषसमासे कु उदा महत् शब्दः पूर्वपदरूपेण विद्यते तदा च ब्रह्मन् शब्दः उत्तरपदरूपेण विद्यते तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः भवति. कुत्सितः ब्रह्म, कुब्रह्म. कु शब्दः अथवा महत् शब्दः पूर्वपदरूपेण तथा च ब्रह्मन् शब्दः उत्तरपदरूपेण विद्यते तस्मात् विकल्पेन टच् भवति. यस्मिन् पक्षे टच् न भवति तत् किं विकल्पेन टच् भवति क इति जानामि. टच् न भवति चेत् दीर्घ ब्रह्मा इति दीर्घ अकारान्तमेव तिष्ठति न यदि तत्र उत्तरपदस्य किं पूर्व उत्तर लिङ्गं भवति तस्य प्राधान्येन उत्तरपदसम्पूर्णसमासस्य रूपं सिद्ध्यति. उत्तरपदाधिकारः कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति. अष्टाध्याये उत्तरपदाधिकार इत्यस्मात् सूत्रादारभ्य षष्टाध्याये तृतीयपादे शताधिक एकत्रिंशत् सूत्रपर्यन्तम् अस्ति. अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति. यदा विश्वमित्र इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्र इति भवति. उत्तरपदाधिकारस्य विवरणं दत्तम्. यस्मिन् भागे उत्तरपदस्य प्रभावेण पूर्वपदस्य किञ्चित् कार्यं भवति. अत्र उत्तरपदाधिकार इति अधिकारे उत्तरपदस्य प्राभावेन पूर्वपदे किञ्चित् कार्यं भवति, ह्रस्वत्वं भवति या अन्यत् कोऽपि कार्यं भवति चेत् तत् विधानं कर्तुं सूत्राणि दत्तमस्ति. तृतीयपादस्य षष्ठमाध्यायस्य तृतीयपादे प्रथमसूत्रादारभ्य एकशताधिकम् एकत्रिंशत् सूत्रपर्यन्तम् अस्ति. सम्पूर्ण तृतीयपादे अस्ति इति दत्तमस्ति तत्र. अस्तु, अत्र एतत् गतवर्गे भवती विद्याभगिन्यां पठितमस्ति, तदेव वयं पठितवन्तः अस्मिन् वर्गे. किञ्चित् स्पष्टम् अधुना न किमपि नास्ति, यथा पूर्वम् अग्रिमं करपत्रं पठित्वा एव वेदानसूत्राणां स्पष्टं भवति इति चिन्तयामि. कोऽपि प्रश्नः अस्ति चेत् सम्यक्, नो चेत् अत्र विरमामः. जी, मम प्रश्नः अत्र एतत् टेबल् अस्ति खलु, एतत् टेबल् विषये अग्रे एतत् सर्वम् अस्ति, किञ्चित् विवरणमस्ति, परन्तु तत्र उत्तमकाव्यां च पुण्य इति शब्दस्य यथा पुण्याहः कथमागच्छति, एकाहः कथमागच्छति इति अष्टाध्यायी डाट् काम् मध्ये अस्ति. एतत् विषये किञ्चित् विवरणमस्ति चेत् सम्यक् अस्ति इति मम चिन्तनम्. सूत्रसङ्ख्या शून्या तु सूत्रे अस्ति भगिनि. एतत् सूत्रमस्ति खलु, अन्ते अन्ततो गत्वा एतत् सूत्रस्य विषये इतोपि किञ्चित् वक्तव्यम् इति, उदाहरणरूपेण वक्तव्यम् इति मम चिन्तनम्. अष्टाध्यायी डाट् काम् मध्ये गच्छन् सूत्रसङ्ख्या 5490 5490 अस्ति चेत् तत्र 5490 मध्ये किम् अस्ति 5-4 किञ्चित् किमर्थं वदामि चेत् तत्र विद्याभगिन्याः एतत् वक्तुं समये एतत् सुलभमेव खलु, अतः एव वक्तुम् उत्तमखाद्यां च इति अस्ति चेत् तत्र उदाहरणमस्ति यथा पुण्यमः विशेषणं विशेषेण बहुलम्, अनन्तरं पुण्ययोगः अहन् योगः टच् तत्र राजा हस् कीद्यश्च इति टच् प्रत्ययं भवति. अनन्तरं पुण्याहन् योगः अकारः अस्ति चेत् तत्र सवर्णदीर्घः सन्धि आगच्छति, अतः पुण्याः योगः अकारः अस्ति. किमर्थं चेत् तत्र न स्थटिते इति सूत्रेण टि लोपः भवति. अनन्तरम् अन्य पूर्वपदं निष्पन्नम् अत्र पुण्याः इति अन्तिमरूपं निष्पन्नम्. एतत् विषये किञ्चित् विवरणम् अस्ति चेत् वयमपि जानीमः खलु तत्र सूत्रस्य किम् अस्ति इति, अतः एव पृच्छामि. तदि अष्टाध्यायं डाट् मध्ये दत्तमस्ति यदा पुण्या महः इति विशेषणं विशेषेण बहुलम् इति कर्मधारय समासः अन्तर्भूतः अस्ति. तत्र अहन् पुण्या योग अहन् योग टच् राजा हस् अहस् सखीभ्यश् टच् इति सूत्रेण टच् विधानं भवति. उत्तरपदम् अहन् शब्दमस्ति इति कृत्वा अहन् शब्देन सह टच् इति विधानं भवति. राजा अहस् सखीभ्यान् टच् इति सूत्रेण तत्र अहन् इति टच् विधानानन्तरं भासंज्ञकस्य ते लोभो भूत्वा अह इति एव भवितुमर्हति. तत्र पुण्य अह इति स्थिते राजा एक नूतनसूत्रं दत्तमस्ति अत्र भगिन्या न दत्तमस्ति. रात्रा अह्नाः पुंसि इति कारणेन तत्र पुंसत्वं भवति पुण्याः इति. यतोहि अहन् इति शब्दं पुण्य पुल्लिङ्गं नास्ति चेदपि विशिष्टसूत्रेण पुल्लिङ्गत्वं सिद्ध्यति इति कृत्वा पुण्यमहः इति पुल्लिङ्गशब्दं भवति. अत्र अहन् इत्युक्ते तत्र हन् एतत् टच् प्रत्ययं वा, टच् प्रत्ययेन गच्छति वा? टच् कृतेन अन् इति अनश्च इति सूत्रेण लोपो भवति न. नस्तत्तिदे इति सूत्रेण नट् अनश्च नस्तत्तिदे इति सूत्रेण नकारस्य लोपः भवति इति कृत्वा पुण्याः योगः आ इति स्थिति. टच् टच् इति प्रत्ययस्य आ एव तिष्ठति न. तत्र पुण्याः योग अन् इति अपगच्य नस्तत्तिदे इति सूत्रेण लोपः भवति. ते लोपो भूत्वा पुण्य अह योगः टच् इस्य आ भूत्वा पुण्याः इति प्रातिपदिकं सिद्ध्यति. तदनन्तरं सुवत्पत्ति भवति रात्रा अह्नाः पुंसि इति विशेषसूत्रेण. तत्कारणतः पुल्लिङ्गं भूत्वा पुण्यमहः इति भवति. पुण्यमहम् इति द्वितीयसूत्रमस्ति. नपुंसकलिङ्गम् अपि भवति. तत्र नकारस्य लोपः एव टच् प्रत्ययं वा जि अन् इति लोप टच् इति टच् इति प्रत्ययः अनुबन्धलोपानन्तरम् अकार एव तिष्ठति आ एव. लोपचुटु इति च इति हलन्त्यम् इति लोपो भूत्वा आ एव तिष्ठति. किन्तु टच् विधानानन्तरं नस्तत्तिदे इति सूत्रेण अन् पुण्य अहन् इति पूर्वपदस्य प्रातिपदिकस्य अन् इति टेः लोपो भवति. टे इत्युक्ते स्वरा स्व अन्तिम अच्वर्णस्य अनन्तरं कोऽपि वर्णः अस्ति चेत् तयां सर्वाणां लोपो भवति. अत्र आ इति अन्तिम अच् अस्ति, तदनन्तरं नकार उत अपि अस्ति, तत्र त्यक्त्वा आयोगः नन् इति टि भवति, तत्र टि लोपो भवति नस्तद्धिते इति सूत्रेण. तत्र आयोगः न अपगच्छति इति कृत्वा पुण्य अह इति तिष्ठति. तदनन्तरं प्रत्ययमस्ति टच्, तस्य अ एव तिष्ठति, तस्य योजनेन पुण्याः इति प्रातिपदिकं सिद्ध्यति. तदनन्तरं ज्ञाप्रातिपदिकात् इति सूत्रेण प्रातिपदिकसंज्ञां सुबुत्पत्ति कृत्वा रात्राहनाः पुंसि इति सूत्रेण पुंसि भवं भवति कृत्वा सुप् विधीयते. सुप् विधीयं कृत्वा पुण्याम् अह इति भवति. धन्यवादः भगिनि, बहु धन्यवादः. धन्यवादः महोदय. धन्यवादः धन्यवादः धन्यवादः. शुभदिनं. धन्यवादः धन्यवादः महोदय.